अस्मिन् वर्गे तत्र गुरुब्रह्म गुरुविष्णु गुरुदेव महेश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र ज्ञानम् अपि विषयः इति प्रमुखविषयः अस्ति ज्ञानम् अपि विषयः पदार्थः विषयः अस्ति ज्ञानम् अस्मिन् मनसि अथवा आत्मनि गुणरूपेण भवति तयोः मध्ये सम्बन्धः विषयतासम्बन्धः एतादृशं सर्वम् अस्ति तम् आदाय गतवर्गे यान् विषयान् वयं पठितवान् तान् आदाय अद्य तत्र आदौ शुभदा भगिन्याः उपस्थापनं वर्तते तदनन्तरम् अग्रे सरामः अतः कृपया शुभदा भगिनी आं महोदय तत्र अन्योन्याभावः इत्यस्य अन्तिमः परिच्छेदः अस्ति तत् अपि तस्य विवरणमपि वक्तव्यं खलु महोदय आं भगिनि लघुरूपेण वदतु अस्तु अस्तु नमः सर्वेभ्यः वयं दृष्टवन्तः अत्यन्त अभावस्थले प्रतियोगी वाचकपदस्य प्रथमा विभक्तिः भवति अनुयोगी वाचकपदस्य सप्तमी विभक्तिः भवति अधुना अन्योन्याभावस्थले नाम भेदस्थले प्रतियोगी अनुयोगी द्वयोः अपि प्रथमा विभक्तिः एव भवति अत्र घटः पटो न इति वाक्ये घटभेदः पटे वर्तते पटः घटाभावस्य अनुयोगी अथवा पटः घटाभावस्य अधिकरणम् अस्ति घटः अत्र प्रतियोगी भवति अनुयोगीवाचकपदस्य प्रतियोगीवाचकपदस्य च प्रथमा विभक्तिः भवति पटः अनुयोगी नाम पटनिष्ठा अनुयोगिता अधिकरणता एव यतोहि अधिकरणतायाः अन्यत् नाम अनुयोगिता इति विपरीतदिशि अपि पटः घटो नास्ति इति वाक्ये पटभेदः घटे अस्ति इति तदा घटः पटाभावस्य अनुयोगी नाम घटनिष्ठा अनुयोगिता अथवा अधिकरणता एव अत्र पटः प्रतियोगी इति भवति अनुयोगिता प्रतियोगितयोः आश्रयभेदः इति विषये घटभेदः पटे वा पटभेदः घटे वा इति आश्रयभेदत्वात् अपि तयोः विभक्तौ तु भेदः न भवति अनयोः उभयोः अपि प्रथमाविभक्तिः एव वर्तते इति अन्योन्याभावस्य वैशिष्ट्यम् इति वक्तुं शक्यते व्यवहारे तु सन्दर्भानुसारम् एव वयं वक्तुं शक्नुमः घटः वा पटः वा एते अनुयोगी वा प्रतियोगी भवितुम् अर्हन्ति घटः पटः न इति घटः पटाद् भिन्न इति एकः अर्थः अपि च पटः घटाद् भिन्न इति अन्यः अर्थः अत्र क्रमस्य महत्त्वं नास्ति इति अन्योन्याभाव स्थले किं भवति एतस्य विवरणमस्ति अधुना तत्र अन्यत् एकः विषयः वयं दृष्टवन्तः ज्ञानं तद्विषयता च विषयता विषयिता इति सम्बन्धद्वयस्य निरूपणम् अत्र विवृतमस्ति गौ इत्यस्य विषये ज्ञानं नास्ति चेत् गाम् आनय इत्यस्य व्यवहारस्य बोधनं वयं कर्तुं न शक्यते अतः अत्र ज्ञानस्य अपेक्षा वर्तते विषयः ज्ञानम् अनयोः मध्ये भेदः वर्तते ज्ञानः भिन्नः ज्ञानस्य विषयः भिन्नः अनयोः मध्ये सम्बन्धः कः इति वयम् अधुना पश्यामः यः कोऽपि मनुष्यः घटं जानाति चेत् तस्य पटस्य वा मठस्य वा ज्ञानम् अस्ति इति न तादृशम् एव यः कोऽपि मनुष्यः पटं जानाति चेत् तस्य घटस्य वा मठस्य वा ज्ञानम् अस्ति इति न आवश्यकम् इत्युक्ते एकेन ज्ञानेन सर्वान् विषयान् पदार्थान् जानाति इति अस्ति चेत् सः सर्वज्ञः नाम ईश्वरः एव स्यात् अतः ज्ञानं सीमितमस्ति इति वयं वदामः ज्ञानं किञ्चिदेव अस्ति. इदानीम् अस्य ज्ञानस्य वर्णनं कथं भवेत्, कीदृशं ज्ञानम् अस्ति इति वयं पश्यामः. यस्य पदार्थस्य ज्ञानं तेन सह पदार्थः तेन सह एव पदार्थः ज्ञायते, न कोऽपि अन्यः. ज्ञानम् इति आत्मनः गुणः. ज्ञानम् अस्माकं मनसि वर्तते, पदार्थः बहिः कुत्रापि वर्तते. सः पदार्थः, तस्य विषये मनसि स्थितं ज्ञानम्, एतयोः मध्ये यः सम्बन्धः वर्तते सः विषयतासम्बन्धः इति उच्यते. घटज्ञानकाले नाम यस्मिन् काले घटस्य ज्ञानं भवति तस्मिन् काले घटं वर्तते, पटमपि वर्तते. परन्तु तस्य घटविषयस्य ज्ञानस्य विषयतासम्बन्धः तु घटेन सह एव वर्तते, न तु पटेन सह. यदा कस्यचित् विषयस्य ज्ञानं भवति तदा विषयतासम्बन्धः तयोः विषयज्ञानयोः मध्ये एव वर्तते. उदाहरणं दत्तमस्ति, चन्द्रमसः अपेक्षया लघ्वीम् अरुन्धतीं द्रष्टुं क्लिष्टकरः अस्ति, अतः जनाः चन्द्रमाः सौकर्येण पश्यन्ति, तद्विषये ज्ञानेन एव जानन्ति इति. अरुन्धति इति लघ्वी नक्षत्रम् अस्ति इति कारणात् तस्य ज्ञानं न अपेक्षते. ज्ञानस्य पदार्थेन सह यः सम्बन्धः सः विषयतासम्बन्धः इति उच्यते. ज्ञानस्य विषयः घटः, अतः घटे विषयता वर्तते. अधुना ज्ञानस्य पदार्थेन सह सम्बन्धः विषयतासम्बन्धः वयं दृष्टवन्तः. विपरीतदिशि घटस्य ज्ञानेन सह कः सम्बन्धः इति प्रश्ने सति, विषयः अस्य घटस्य अस्ति इति ज्ञानं विषयी इति उच्यते. घटविषयकं ज्ञानम् इति एव विषयी अस्ति, अतः ज्ञाने विषयिता अस्ति. घटस्य ज्ञानेन यः सम्बन्धः सः विषयितासम्बन्धः. आहत्य ज्ञानं विषयतासम्बन्धेन घटे वर्तते, घटः विषयितासम्बन्धेन ज्ञाने वर्तते. विषयः नाम कोऽपि पदार्थः, अत्र घटः बहिः अस्ति. विषयी इत्युक्ते ज्ञानम् आत्मनः गुणः अस्ति इति कृत्वा मनसि अस्ति, तत् सीमितमस्ति. घटविषयी ज्ञानमस्ति. पूर्वं वर्गे वयम् एकं चित्रं दृष्टवन्तः. एतस्मिन् चित्रे एकं दीपमस्ति, दीपं ज्ञानम् इति दीपमिव अस्ति इति तत्र एकः आशयः दृश्यते. ज्ञानं दीपम् इव, विषयः प्रकाश्य नाम विषयः ज्ञातव्यः अस्ति. ज्ञानस्य विषयः अस्ति घटः. विषयस्य नाम घटस्य उपरि या ज्ञानरूपी ज्ञानस्य दीपरूपी ज्ञानस्य प्रभा पतति सः प्रकाश्यते, अतः सः ज्ञानविषयः भवति. यस्मिन् सा प्रभा न पतति सः न प्रकाश्यते, अतः सः ज्ञानविषयः इति न स्वीकृतम्. जगति अनेके पदार्थाः सन्ति. यदा वयं वदामः अहं घटं पश्यामि, तदा एतेन वाक्येन घटस्य ज्ञानं भवति, तत् सीमितं ज्ञानमस्ति. यः घटः दृष्टः सः एव विषयः, न तु अन्ये. घटः इति एकः पदार्थः एव यावत् ज्ञानस्य प्रभा तस्मिन् न पतति. यदा सा ज्ञानस्य विषयतारूपा प्रभा घटे पतति, सः घटः विषयः इति भवति. ज्ञानेन एव एतत् शक्यं भवति. प्रकाशस्य प्रेषकं ज्ञानम् इति अस्ति. प्रकाशस्य प्रेषकम् एव ज्ञानम्, अतः ज्ञानं निरूपकं भवति. विषयता इति प्रभा, प्रभायाः निरूपकं ज्ञानम्, अतः विषयतानिरूपकं ज्ञानम्. विषयता घटे अस्ति, अतः घटनिष्ठविषयतानिरूपकं ज्ञानम् इति सिद्धं भवति. धन्यवादः महोदय. धन्यवादः भगिनी, बहु समीचीनमासीत्, सर्वान् विषयान् सम्यक्तया प्रतिपादितवती भवती. धन्यवादः. धन्यवादः. सर्वेषां मनसि इदानीं स्पष्टं स्यात् नाम पदार्थाः अनेके सन्ति जगति, किन्तु यदा वयं किञ्चित् चिन्तयामः अथवा वदामः तत्र एषः घटः अथवा एषः घटः पटः न इति तादृशं वाक्यं बोधनं बोधः भवति, तस्मिन् समये वाक्ये ये पदार्थाः सन्ति ते एव विषयाः, यतोहि तस्मिन् समये तत्र ज्ञानस्य प्रभा केवलं पटस्य उपरि वा घटस्य उपरि वा एव पतति, किन्तु अन्ये अन्येषु पदार्थेषु तत्र प्रभा नास्ति. अतः विषयः इति ज्ञानस्य विषयः, ज्ञानं सीमितमस्ति, तत्र पटः एषः पटः इति तत् सीमितं ज्ञानं, तत्र केवलं पटः एव विषयः इति भवेत्. ज्ञानम् अस्माकं मनसि अथवा आत्मनि अस्ति, किन्तु पदार्थाः बहिः सन्ति, तयोः मध्ये विषयतासम्बन्धः. ज्ञानं विषयतासम्बन्धेन घटे अस्ति, घटः विषयितासम्बन्धेन ज्ञाने वर्तते. अपि तत्र सीमितं ज्ञानस्य विवरणं किमस्ति, तत्र अन्तिमवाक्यं तत्र पेज् 33 मध्ये द्वितीयपरिच्छेदे तत्र यत् शुभदा भगिनी उक्तवती, तत्र ज्ञानं कीदृशं विषय निरूपकं ज्ञानम् अस्ति, घटनिष्ठविषयतानिरूपकं ज्ञानं, तत्र एषः घटः इति ज्ञानमस्ति चेत् तत्र घटनिष्ठविषयतानिरूपकं ज्ञानमस्ति इति ज्ञानस्य सीमितं ज्ञानं यदस्ति तस्य वर्णनं. तत्र यदि एषः पटः इति अस्ति चेत् तत्र पटनिष्ठविषयतानिरूपकं ज्ञानं भवति, यतोहि तत्र केवलं पटः एव विषयः. इदानीम् अग्रे सरामः, तत्र केवलम् एषः पटः एषः घटः इति तत्र एकः एव विषयः, अपि विषयनिष्ठ तत्र विषयनिष्ठविषयतानिरूपकं ज्ञानम् इति सीमितं ज्ञानस्य वर्णनम्. इदानीम् अग्रे सरामः, इदानीं तत्र भूतलं घटवत् इति वाक्यं, तेन वाक्येन बोधः जायते, अस्माकं मनसि ज्ञानं जायते, तद् ज्ञानं कीदृशम् इति पश्यामः. तत्र कति पदार्थाः सन्ति, घटवत् भूतलम् इति, तत्र घटः अस्ति भूतलम् अस्ति, पदार्थद्वयं तु अस्ति, किन्तु सम्यक्तया पश्यामः तत्र कति पदार्थाः तत्र सन्ति इति. अतः अग्रे तत्र अशोकमहोदय अग्रे पठति वा आरम्भं करोति वा? अस्तु महोदय, श्रूयते वा? श्रूयते महोदय. प्रकाशः अपि एषः त्रिविधः घटभूतलयोः संयोगं यत् ज्ञानं प्रकाशयति तत् निदर्शनं स्वीकुर्मः. तस्य शास्त्रेषु भूतलं घटवत् इति आकारः भवति इति उच्यते. आकारः इत्यस्य ज्ञानादि ज्ञानादिश्च विषय ज्ञानविषयकपदार्थानां ओके ज्ञानादि सविषयकपदार्थानाम् अस्तु वा महोदय? सत्यं सत्यं समीचीनं. ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इति अर्थम् इति अर्थः. प्रकाशः त्रिविधः सन्ति. एतावत् वयं दृष्टवन्तः, प्रकाशः नाम प्रभा, तत्र यत् चित्रेण दर्शितमस्ति तत्र ज्ञानस्य प्रभा विषयतारूपेण स्वीकृतमस्ति, घटस्य उपरि प्रकाशः पतति. इदानीं लेखकः वदति अस्तु तत्र प्रकाशः एकः विधः एव नास्ति, तत्र त्रिविधः अस्ति, किमर्थम् इति अग्रे उच्यते सः उच्यते हा अस्तु तत्र द्वितीयवाक्यं घटभूतलयोः संयोगः संयोगज्ञानम् अस्ति तत् ज्ञानं प्रकाशयति तत् निदर्शनं स्वीकुर्मः विनादर्शनं निदर्शनं नाम उदाहरणं तत्र डेमोन्स्ट्रेशन् तद् तत्र निदर्शनं तत्र इलस्ट्रेशन् इति तद् निदर्शनं स्वीकुर्मः तत्र नाम तत्र भूतलं घटवत् इति अस्ति चेत् इति वाक्यं भूतलं घटवत् तत्र घटवत् भूतलम् इति नाम किं तत्र भूतलं घटवत् नाम भूतले घटम् अस्ति घटः अस्ति तावदेव तत्र वत् मतुप्रत्ययः नाम यस्य यस्मिन् वा तत्र नाम भूतलस्य घटः अस्ति अथवा भूतले घटः अस्ति अतः नाम घटः भूतले अस्ति अत्र भूतले घटः अस्ति इति तत्र कति पदार्थाः सन्ति तत्र भूतलं घटं द्वे किन्तु पदार्थद्वयं संयोगः अपि संयोगः अपि भूतलमस्ति घटः अस्ति संयोगः अस्ति हा संयोग यतोहि वयम् उक्तवन्तः तत्र भूतलः अस्ति इति न उक्तवन्तः वयं भूतले घटः अस्ति इति उक्तवन्तः अतः तत्र संयोगसम्बन्धः अस्ति तत्र भूतलस्य अपि घटयोः सम्बन्धः तत्र संयोगसम्बन्धः तत्र अस्ति अतः संयोगसम्बन्धः अपि अस्ति अतः तत्र पदार्थत्रयमस्ति तत्र नाम संयोग इति गुणः अपि तत्र अस्ति अतः भूतलमस्ति घटः अस्ति संयोगः अपि अस्ति अतः तत्र इदानीं सः वदति तत्र अग्रिम तत्र ज्ञानादि महोदय आकारः इति किमर्थम् आकारः इति किमर्थम् आकारः नाम आकारः इति कः इति इदानीं वर्णनमस्ति महोदय तत्र भूतलं घटवत् इति आकारः नाम ज्ञानस्य आकारः वयं कथं वक्तुं शक्नुमः अस्मिन् मनसि किमपि ज्ञानमस्ति इति चिन्तयतु भवान् किमपि चिन्तनं कृतवान् भवतः ज्ञानमस्ति तस्य आकारः कीदृशं तत्र वयं साधारणतया वाक्यरूपेण वदामः खलु आकारः अस्ति न आकारः इति अकारः नास्ति अकारः आकारः इति नास्ति आकारः नाम शेप् शेप् शेप् इति तत्र तस्य स्वरूपम् आकारः कीदृशम् इति वक्तुम् इच्छति इदानीं तत्र आकारः अपि तस्य विवरणं करोति अग्रिमे वाक्ये सः वदति इति आकारः भवति इति उच्यते आकारः नाम किम् आकारः नाम ज्ञानादि सविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इति अर्थः नाम तत्र वयं यदि ज्ञानं प्राप्नुमः तत्र साधारणतया किं भवति वाक्यरूपेण भवति तत्र एषः घटः अथवा घटवत् भूतलम् इति अतः तत्र शब्दः अस्ति शब्दः भिन्नमस्ति पदार्थः भिन्नमस्ति घटः भिन्नः अस्ति घटः इति शब्दः भिन्नमस्ति घटः इति पदार्थः भिन्नमस्ति खलु घटः संयोगः भूतलं घट इति शब्देन घट इति शब्दस्य वद यदि वदामः तस्य वदनेन अस्माकं मनसि घटः इति यः पदार्थः अस्ति तस्य पदार्थस्य ज्ञानं भवति खलु समीचीनं खलु तत्र पदार्थः भिन्नः शब्दः येन वयं तस्य पदार्थस्य सङ्केतं कुर्मः तद्भिन्नं तद्भिन्नः अस्माकं मनसि यत् ज्ञानं भवति तद्भिन्नं खलु ज्ञानम् आकारः इति उच्यते वा न ज्ञानस्य आकारः कीदृशः इति वदति ज्ञानस्य स्वरूपं कीदृशम् इति वदति नाम यदि संयोगस्य ज्ञानं यदि घटभूतलयोः संयोगस्य ज्ञानं कीदृशं, तत्र केवलं संयोगः इति वदामश्चेत् संयोगः इति न भवति खलु, यतोहि घटभूतलयोः संयोगः इति वक्तुम् इच्छामः, अतः तत्र ज्ञानस्य आकारः कीदृशः भवति, एकम् उदाहरणमस्ति तत्र भूतले घटः वर्तते अथवा भूतलं घटवत् इति ज्ञानं तादृशं भवति यस्मिन् संयोगस्य उपरि अपि प्रकाशः भवति, नाम संयोगः इति यः पदार्थः अस्ति सः पदार्थः अपि विषयः भवति। समीचीनं वा? आं महोदय। हा, आकारः नाम स्वरूपं, तत्र संयोगस्य उपरि अपि प्रकाशः भवति चेत् तत्र एतादृशं वाक्यं भवति। वाक्यस्य स्वरूपं कीदृशं? ज्ञानादि सविषयकपदार्थानां ये विषयाः, नाम तत्र ज्ञानस्य इदानीं संयोगः इति ज्ञानम् अस्माकम् अस्ति, किन्तु तत्र तस्मिन् ज्ञाने ये विषयाः सन्ति तत्र केवलं संयोगः इति एव अस्ति, किन्तु तत्र केवलं संयोगः इति एव नास्ति, यतोहि घटभूतलयोः संयोगः, अतः तत्र विषयाः घटः अपि विषयः, भूतलमपि विषयः, संयोगः अपि विषयः, अतः तत्र पदार्थत्रयं वर्तते, तेषां प्रकाशितानां शब्देन, नाम घटस्य उपरि अपि प्रकाशः भवेत्, भूतलस्य उपरि अपि प्रकाशः भवेत्, अपि संयोगस्य उपरि अपि प्रकाशः भवेत्, तादृशशब्दं तत्र तादृशाः शब्दाः वाक्ये, तादृशं वाक्यं भवेत्, अतः भूतलं घटवत् इति एकम् उदाहरणमस्ति तादृशवाक्यस्य, तेन शब्देन अथवा वाक्येन प्रतिपादितं ज्ञानम् अस्ति तत्र अस्माकं मनसि। इदानीं तत्र भूतलं घटवत् इति वाक्यम् अस्ति, अशोक् महोदय समीचीनं वा? तत् केवलं वाक्यमस्ति खलु? वाक्यमस्ति, वाक्यमस्ति, तद् वाक्यं भिन्नमस्ति अस्माकं मनसि यद् ज्ञानम् अस्ति, अस्माकं वाक्यं भिन्नम्, अतः तत्र अस्माकं मनसि कीदृशं ज्ञानं जातम् इति अग्रे विवरणं भवति, तस्य स्वरूपं कीदृशम् इति अग्रे वदति, अतः तत्र आकारः नाम स्वरूपं, स्वरूपः कीदृशः नाम तेषु के अंशाः सन्ति, तयोः मध्ये कः सम्बन्धः, एतत् सर्वं विवरणम् अग्रे करिष्यति, किन्तु इदानीं केवलं तत्र संयोगस्य उदाहरणं स्वीकृतमस्ति, घटभूतलयोः संयोगस्य उदाहरणं भूतलं घटवत् इति, तदेव तत्र अधोभागे चित्ररूपेण वर्णितमस्ति, तत्र प्रकाशः त्रिविधः, तत्र प्रकाशप्रभा कुत्र कुत्र पतति? घटे भूतले प्रकाशः अस्ति, प्रकाशात् संयोगः अपि अनुमानं करोमि, संयोगस्य उपरि अपि अस्ति, अनुमानम् इति नास्ति, यतोहि भूतलं घटवत् इति वयम् इति वाक्यम् पश्यामि अतः यदि केवलं वयं वदामः भूतलमपि घटः, तत्र कः सम्बन्धः अथवा सम्बन्धः अस्ति न वा इति प्रश्नः, अत्र ज्ञानं न उदेति, किन्तु यदि वयं वदामः भूतलं घटवत् अस्ति इति, तत्र घटः भूतलस्य उपरि अस्ति अतः भूतले अस्ति अतः तत्र संयोगः वर्तते, अतः ज्ञानम् अस्माकम् अस्ति, घटः अपि विषयः भूतलमपि विषयः तयोः मध्ये यः संयोगः सः अपि विषयः, अतः तेषु अथवा तेषाम् उपरि तत्र प्रकाशः भवति, ज्ञानस्य प्रकाशः अथवा प्रभा भवति, अतः प्रकाशः त्रिविधः इति वक्तुं शक्नुमः खलु अत्र? सम्यक् अशोक महोदय? आम् आं महोदय, अवगच्छामि। हा अस्तु, इदानीम् अग्रे सरामः। अस्तु, धन्यवादः महोदय। अस्तु अग्रे तत्र योगेन्द्रमहोदय अग्रे पठितुमिच्छति वा? योगेन्द्रमहोदय, आकारः इत्यस्य तत् कृतं महोदय, आकारः इत्यस्य ज्ञानादि स्वविषयकपदार्थानां ये विषयाः नाम ज्ञानस्य ये विषयाः सन्ति तेषाम् उपरि शब्देन प्रतिपादयामः. अत्र शब्दः अस्ति भूतलं गतवती वाक्यं. तेन वाक्येन यत् ज्ञानम् अस्माकं मनसि उदेति तदस्ति साक्षात् ज्ञानम्. तस्य ज्ञानस्य आकारः कीदृशः इति अग्रे वदिष्यति. अतः इदानीम् अग्रे पठतु महोदय, अग्रिमपठतु. अत्र घटे एका प्रभा वर्तते. संयोगः घटभूतलयोः सम्बन्धः, तत्र एका प्रभा वर्तते. एवं भूतले एका प्रभा वर्तते. भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम्. भूतलं विशेष्य तत्र सर्वासां प्रमाणां इति एकैव यदि संज्ञा स्यात् तर्हि किं विशेषणं किं विशेष्य इति न ज्ञायते ज्ञायेत् ज्ञायेत. तावत्पर्यन्तं महोदय वदतु. अत्र वदति महोदय, कोऽपि वदति भूतलं घटवत् इति. वत् इति भवान् जानाति खलु, वत् नाम किं? तत्र धनमस्ति चेत् सः धनवान् खलु. तावत् अत्र घटं घटं भूतले अस्ति अतः तत्र भूतलं घटवत् अस्ति. अत्र अतः तत्र इदानीं कोऽपि वदति भूतलं घटवत्. इदानीं भवतः मनसि तत्र विषयाः के भवन्ति? भूतलः अपि च समानम् इति अपि तत्र सम्बन्धः वर्तते खलु. यतोहि तत्र भूतले अधिकता अस्ति, घटे आदेयता अस्ति, तयोः मध्ये संयोगसम्बन्धः अस्ति इति अपि ज्ञानं भवति खलु. अतः तत्र संयोगसम्बन्धः अपि विषयः. तत्र विषयः भवति खलु प्रभा इति. इदानीम् अस्माकं चिन्तनं विषयः नाम तस्य उपरि प्रभा वर्तते, प्रकाशः, ज्ञानस्य प्रकाशः भवति इति. अतः तत्र इदानीम् एकमेकं वाक्यं वदतु. अत्र घटे एका प्रभा वर्तते नाम घटः विषयः अस्ति, ज्ञानस्य प्रभा तस्य उपरि अस्ति. अतः एषः घटः विषयः अस्ति, केवलं पदार्थः नास्ति, विषयः अस्ति, ज्ञानस्य विषयः अस्ति खलु. अग्रे संयोगः घटभूतलयोः सम्बन्धः, तत्र एका प्रभा वर्तते. तत्र घटभूतलयोः सम्बन्धः कः? तत्र संयोगसम्बन्धः एव खलु. यतोहि तत्र पुनः वियोगः भवति खलु. तत्र इदानीं घटः भूतले अस्ति किन्तु तत्र पृथक् कर्तुं शक्नुमः खलु. तत्र अतः सम्बन्धः संयोगः सम्बन्धः एव. तस्य ज्ञानमपि अस्ति खलु, संयोगस्य ज्ञानम्. अतः तत्रापि संयोगस् तत्रापि एका प्रभा वर्तते. नाम ज्ञानस्य विषयः, सः अपि ज्ञानस्य विषयः. अस्तु अग्रे. एवं भूतले एका प्रभा वर्तते. भूतले अपि एका प्रभा वर्तते, सः अपि ज्ञानस्य विषयः. इदानीम् अग्रिमवाक्ये तत्र भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम्. तत्र यदि वदामः घटवत् भूतलं, तत्र पदद्वयमस्ति, तयोः मध्ये कः सम्बन्धः? संयोगसम्बन्धः. न पदार्थानां मध्ये भूतलम् इति पदार्थः, घटः इति पदार्थः नाम आब्जेक्ट्स्, तयोः मध्ये संयोगसम्बन्धः. किन्तु भूतलमिति पदं केवलं पदं, शब्दः वाक्ये. भूतलम् इति एकं पदमस्ति, घटवत् इति अन्यत् पदमस्ति. इदानीं पदार्थानाम् आब्जेक्ट्स् इति नास्ति, केवलं वर्ड्स् पदं. वाक्ये पदद्वयमस्ति, एकमस्ति भूतलम् अन्यत् पदमस्ति घटवत्। इदानीं पदयोः मध्ये कः सम्बन्धः? भूतलम् अस्ति घटवत् अस्ति कीदृश अस्ति अतः विशेषणविशेष्यसम्बन्धः अस्ति भावः। हा, पदयोः मध्ये विशेषणविशेष्यभावः, पदार्थयोः नाम आब्जेक्ट्स् तयोः मध्ये संयोगसम्बन्धः। किन्तु पदः पदानि भिन्नानि, पदार्थः भिन्नाः खलु। हा, तत्र पदयोः मध्ये विशेषणविशेष्यभावः अस्ति। अत्र विशेषणं किं, विशेषं किम्? घटवत् भूतलम्, अतः भूतलं विशेष्य घटवत् इति विशेषणम्। हा, तत्र घटः इति साक्षात् विशेषणं किम् इत्युक्ते वयं वदामः घटः एव भूतलस्य विशेषणम् इति वदामः। पदम् इति तु घटवत् इति पदम्। हा, अतः तत्र पदम् इति विशेष्यम् इति विशेषणम् इति स्वीकृत्य तत्र पदार्थस्य अपि वयं वदामः एकः पदार्थः विशेषणम् अन्यः पदार्थः विशेष्यम्। अतः तत्र घटः इति भूतलस्य विशेषणमिति व्यवहारः, भूतलम् इति विशेष्यम् इति इदानीं पदार्थे। इदानीं तत्र अतः तत्र भूतलं विशेषणम् अपि घटः विशेष्यम् इति वक्तुं न शक्नुमः खलु। भूतलं विशेष्यम् एव सर्वदा, घटः अथवा घटवत् इति पदं विशेषणं भवति, किन्तु भूतलम् एव सर्वदा विशेष्यम्। अतः तत्र विशेषत्रयम् अस्ति, किन्तु सर्वं तत्र समानः, तत्र सर्वे विषयाः समानाः न सन्ति, यतोहि तत्र एकः विषयः नाम भूतलं तत्र विशेष्यम् अस्ति, विशेष्यम् इति भासते, अन्यत् विशेषेण विशेषणरूपेण एव भासते, तत्र विपरीतरीत्या वयं न वक्तुं शक्नुमः। अतः इदानीं तत्र अग्रिमे वाक्ये किमस्ति एकवारं पठतु। तत्र सर्वासां प्रमाणता प्रमाणा विषयता इति एक एव यदि संज्ञा स्यात् तर्हि किं विशेषणं किं विशेषम् इति न ज्ञायेत्। हा, इति इदानीं यदि वदामः तत्र चित्रे तत्र प्रभात्रयमस्ति खलु, पूर्वचित्रे एकः घटस्य उपरि पतति, एकः संयोगस्य उपरि पतति, एका भूतलस्य उपरि, एका प्रभा भूतलस्य उपरि पतति। सर्वं तत्र यदि केवलं विषयता इति वदामः किं भवति, सर्वासां प्रभाणां विषयता इति एव संज्ञा नाम नामकरणं कुर्मः, अस्तु एषा विषयता, द्वितीयमपि सा अपि विषयता, तृतीयमपि विषयता इति वदामश्चेत् तत्र विशेषणं किम् अस्ति, विशेषं किम् अस्ति इति अस्माकं ज्ञानं न भवति खलु। आम्, इति ज्ञानं न भवति। अतः तत्र भेदं, यः भेदः वर्तते, भूतलमेव विशेष्यं, घटः भूत विशेषं न भवति इति यदि प्रदर्शितुम् इच्छामः तत्र किं कुर्मः वयम्, अग्रिमवाक्ये एतदेव भवति। अस्तु, अन्य कोऽपि अग्रे पठतु, एतावत् समीचीनं खलु। तत्र विषयत्रयमस्ति, सर्वत्र विषयता इति एव प्रभा वर्तते। यदि केवलं साधारणरूपेण विषयता इति वदामः तत्र विशेषं किं विशेषणं किम् इति अस्माकं ज्ञानं न जायते। अतः किं करणीयम् इति अग्रे सः वदति। अस्तु, अग्रे तत्र अन्य कोऽपि तत्र विमला भगिनी अग्रे पठितुम् इच्छति वा? महोदय, अतः तत्र तत्र विद्यमानायाः विषयतायाः संज्ञान्तरं कर्तव्यम्। विशेषणे विद्यमाना प्रभारूपविषयता प्रकारता इति कथ्यते। संयोगे विद्यमाना प्रभा संसर्गता इति, एवं विशेष्ये विद्यमाना प्रभा विशेष्यता इति कथ्यते। यतोहि विषयत्रयः सन्ति, विषयता सन्ति, तिष्ठा सन्ति, तेषां भेदः कः इति ज्ञातुं दुश्यकं। तेन कारणेन विषयतायाः अपि पृथक् पृथक् संज्ञा कर्तव्या। संज्ञान्तरं नाम संज्ञान्तरम् इति वदामः चेत् कोऽपि लाभः नास्ति, किन्तु विषयता इति अनुक्त्वा अन्यनाम नामस्य स्वीकरणं तत्र नामकरणं कृतं या प्रभारूपविषयता विशेषणे अस्ति तत्र कारः इति कथ्यते इत्युक्ते घटे यत् अस्ति अस्माकम् उदाहरणे तत्र भूतलम् इति विशेष्यं घटः इति विशेषणम् इति स्वीकृतम् अत्र तत्र संयोगः अस्ति विशेषणे भूतलम् अस्ति यद् घटमस्ति तस्मिन् विद्यमानप्रभारूपविषयता विषयतायाः संज्ञा प्रकारता इति हा अतः तत्र उपरि या घटः इति प्रभा या वर्तते तस्य नाम अस्ति प्रकारता तथैव संयोगे या विद्यमानप्रभा संयोगे या प्रभा अस्ति विषयता अस्ति तत् संसर्गता इति तथैव विशेष इत्युक्ते भूतले यत् प्रभा अस्ति तत् विशेष्यता इति कथ्यते इति उक्तं उपरि या प्रभा अस्ति सा अस्ति प्रकारता मध्ये या प्रभा अस्ति चित्रे मध्ये या प्रभा अस्ति सा तस्य नाम अस्ति तस्याः नाम अस्ति संसर्गता अधोभागे या प्रभा अस्ति तस्याः नाम विशेषता इति अतः तत्र विषयता तिस्रः विषयता त्रयम् अस्ति तत्र तिस्रः विषयतः सन्ति तासां तत्र पृथक् नामकरणम् एतावत् कृतम् अतः तत्र यदि इदानीं यदि वयं वदामः प्रकारता तस्मिन् समये अस्माकं ज्ञानमस्ति अस्तु तत्र विशेषणस्य विशेषणम् इति विषयः यदि वयं वदामः तत्र विशेष्यता इति तदा वयं जानीमः विषयः अस्ति विशेष्यम् हा यदि वयं वदामः संसर्गता इति तत्र वयं जानीमः विषयः अस्ति सम्बन्धः विशेषणम् इति विषयः नास्ति विशेष्यम् इति विषयः नास्ति तयोः मध्ये यः सम्बन्धः वर्तते अत्र संयोगः इति सम्बन्धः स्वीकृतः सः एव विषयः इति अस्माकं ज्ञानं भवति अतः तत्र एतावत् केवलं नामकरणं तत्र प्रकारता संसर्गता विशेषता इति नामकरणं विशेषतात्रयस्य अस्तु एतावत् कोऽपि प्रश्नः धन्यवादः भगिनि धन्यवादः एतावत् कोऽपि प्रश्नः तत्र भूतलं घटवत् तत्र पदार्थत्रयं विषयत्रयमस्ति तेषाम् उपरि विषयतायाः तत् रूपप्रभाव पतति अतः तत्र पृथक् नामकरणं कृतमस्ति प्रकारता संसर्गता विशेष्यता इति तावदेव अस्तु अग्रे सरामः तर्हि तत्र पद्मा भगिनी अग्रे पठितुम् इच्छति वा यथा अस्माकं विशेषसंज्ञाः गणेशादयः कुलसंज्ञाः सामान्यरूपाः शुक्लादयः भवन्ति इति गणेशसंज्ञकः शुक्लः गणेशाख्यः शुक्लः इति व्यवहारः तथा ज्ञानस्य पदार्थानां च यः सम्बन्धः तस्य सामान्यसंज्ञा विषयता इति विशेषसंज्ञाः प्रकारता संसर्गता विशेष्यता इति एवं रूपाः भवन्ति तथा च घटे प्रकारताख्यविषयता वर्तते संयोगे गणेशादयः इति विशेषसंज्ञाः भवन्ति कुलसंज्ञाः तद् सामान्यरूपाः परन्तु अस्माकं विशेषसंज्ञाः गणेशादयः कुलसंज्ञाः सामान्यरूपाः शुक्लादयः तत्र कुलसंज्ञा नाम तत्र कोऽपि अस्ति तत्र तस्य नाम अस्ति गणेशशुक्लः इति अथवा गणेशशर्मा इति अस्ति चेत् तस्य नाम तत्र शुक्ल अथवा शर्म किं नाम अतः कुलसंज्ञा साधारणतया शुक्लादयः इति तत्र साधारण तत्र सामान्यरूपाः भवन्ति. यदि वयं वदामः कर्म इति वदामः वयं जानीमः वा कः केवलं कुलस्य ज्ञानमेव भवति. यदि वयं वदामः गोविन्दशर्मः अथवा गणेशशर्मा इति यदि वदामः तस्मिन् कुले यः कोऽपि पुरुषः जातः गोविन्दनाम अथवा गणेशनाम पुरुषः यः तस्मिन् कुले जातः सः इदानीं विशेषरूपेण एषः पुरुषः ज्ञानं भवति खलु. अतः तत्र सामान्यरूपसंज्ञा सामान्यनामकरणं किमस्ति किन्तु विशेषसंज्ञा तत्र अनेके जनाः तस्मिन् कुले सर्वेषां नाम यदि शुक्ल एव भवति चेत् तत्र भेदः ज्ञातुं प्रदर्शितुं शक्नुमः खलु. अतः गोविन्दशुक्लः भिन्नः गणेशशुक्लः भिन्नः खलु. एतादृशं कुलसंज्ञाम् उपयुज्य वयम् आह्वयामः चेत् ते न जानन्ति वयं कम् आह्वयामः इति. गणेशसंज्ञः नाम गणेशशुक्लः अथवा तस्य गणेशशुक्लः नाम गणेशशुक्लस्य नाम गणेशः अस्ति सः गणेशसंज्ञकः शुक्लः शुक्लः अथवा गणेशाख्य शुक्लः नाम तस्य नाम तं वयं गणेशः इति नामकरणं तस्य नामकरणम् अस्ति सः गणेशाख्य शुक्लः व्यवहारः भवति. तथैव अत्र इदानीं तत्र गणेशः शुक्लः गणेशाख्यशुक्लः इति व्यवहारः तस्य प्रयोजनं किम् अस्ति अस्माकं तदा ज्ञानस्य पदार्थाः सन्ति किल वयं त्रयः पदार्थाः इदानीं दृष्टवन्तः. परन्तु सामान्यतया विशेषता इति वदामः चेत् वयं विशेषतया वयं न जानीमः. प्रभा इति वदामः चेत् तस्य सुप्तः प्रभाः सन्ति परन्तु तद् सामान्यनाम आख्या. परन्तु विशेषसंज्ञाम् उपयुज्य वयं वदामः चेत् एव विशेषं वयं जानीमः. अतः विशेषसंज्ञा उपयुज्य वयं वदामः तत्र प्रकारता संसर्गता विशेष्यता इति तिस्रः सन्ति. तथा घटे विषयता तस्य नाम प्रकारता इति. अतः प्रकारता आख्य विषयता संसर्गे विद्यमानविषयता अस्ति संसर्गता संयोगे विद्यमान. अतः संयोगे संसर्गता आख्यविषयता वर्तते इति वदामः. तादृशमेव भूतलम् इति विशेष्यमस्ति तस्य विद्यमान विषयतायाः नाम विशेष्यता. अतः विशेष्यताख्य विषयता तत्र वर्तते इति वदामः. अग्रे पठामि श्रूयते सम्यक्तया श्रूयते वा अथवा न? इदानीं श्रूयते. अस्तु अस्तु तर्हि अस्तु. अतः तत्र अत्र किम् उक्तमस्ति एतावत् केवलं तत्र व्यवहारः अस्माकं व्यवहारः कीदृशं भवति इति पद्मजनपद्मवीन्द्रं तत्र एतावत् किम् अभवत् तत्र नामकरणं वयं कृतवन्तः. तत्र अपि साधारणव्यवहारः कीदृशः नाम शुक्लः इति कुले कोऽपि गणेशः इति पुरुषः अस्ति तस्य नाम गणेशशुक्लः अथवा गणेशाख्यशुक्लः इति व्यवहारः भवति तथैव तस्य नाम अस्ति गणेशः सामान्यरूपनाम अस्ति शुक्लः इति तथैव तत्र सामान्यरूपनाम अस्ति विषयता किन्तु प्रकारता इति नामकरणं कृतम् अतः तत्र प्रकारताख्य ना विषयता इति व्यवहारः नाम यस् या विषयता वर्तते यस्याः नाम प्रकारता अस्ति सा विषयता प्रकारता अख्य प्रकारताख्य विषयता तथैव संयोगे संसर्गताख्य विषयता अपि भूतले विशेष्यताख्य विषयता वर्तते इति व्यवहारः अस्तु अग्रे तत्र अग्रेसरामः तर्हि प्रश्नः एतावत् केवलं विषयतायाः तत्र नामकरणम् अपि व्यवहारः कीदृशः इति उक्तम् अस्तु अग्रे सरामः तर्हि तत्र अग्रे शैलजा भगिनी पठितुम् इच्छति वा अग्रे आं महोदय पठामि एवं च अन्तिमवाक्यं तत्र एवं च घटनिष्ठप्रकारता प्रकारताख्यविषयतानिरूपके ज्ञानं संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं ज्ञानं भूतलनिष्ठविशेष्यताख्यविषयतानिरूपकं ज्ञानम् इति सर्वत्र न्यायभाषाया विवरणं भवेत् एषः घटः इति तस्य ज्ञानस्य विवरणं कथम् आसीत् तत्र गतवर्गे वयं पठितवन्तः पीशुभदा भगिनीया उक्तम् आसीत् तत्र पूर्वस्मिन् पुटे अस्ति तत्र घटनिष्ठविषयतानिरूपकं ज्ञानं विषयः अस्ति घटः तावदेव अस्ति किन्तु तत्र दीर्घवाक्यम् अस्ति घटनिष्ठविषयतानिरूपकं ज्ञानं यतोहि ज्ञानम् अस्माकं मनसि अस्ति तद् ज्ञानं सीमितमस्ति केवलं घटः एव विषयः अतः घटनिष्ठविषयतानिरूपकं ज्ञानं किन्तु अत्र विषयता इति पदमस्ति खलु घटनिष्ठविषयतानिरूपकं ज्ञानं तत्र मध्ये विषयता इति अस्ति खलु विषयतायाः नाम किम् इदानीं भूतलं घटवत् इति अस्ति अतः तत्र घटः किम् अस्ति विशेषणम् अस्ति विशेषणे या प्रभा पतति तस्य नाम तस्याः नाम किं समीचीनं प्रकारता अतः इदानीं तत्र विषयतायाः नाम किं प्रकारता अतः घटे या विषयता वर्तते तस्य नाम किं तस्याः नाम किं प्रकारता अतः तत्र प्रथमवाक्यं किम् अस्ति ज्ञानस्य रूपं कीदृशं घटनिष्ठ प्रकारताख्य नाम प्रकारताख्यविषयता नाम या विषयता वर्तते तस्याः नाम अस्ति प्रकारता तावदेव अतः प्रकारताख्यविषयतानिरूपकं ज्ञानम् इदानीं तथैव घटनिष्ठा यत् अस्ति तथैव संयोगे विषयता या वर्तते तस्याः नाम किम् संयोगनिष्ठसंसर्गता इति तस्य नाम तस्याः नाम अस्ति अतः तत्र संयोगनिष्ठसंसर्गताख्य नाम तस्य नाम अस्ति संसर्गता संसर्गाख्यविषयता निरूपकं ज्ञानम् इति द्वितीयविधं तत्र संयोगस्य ज्ञानम् इदानीं भूतले या यत् ज्ञानं वा तत्र भूतल इति विषयः यस्य ज्ञानस्य तस्य निरूपणं कथं भूतलं निष्ठ विशेष्यतानिरूपकं ज्ञानं विषयतानिरूपकं ज्ञानं तत्र केवलम् एतद् भूतलमिति ज्ञानमस्ति चेत् तत्र भूतलनिष्ठ विषयतानिरूपकं ज्ञानम् इति वदामः. तत्र केवलं भूतलमेव विषयः, किन्तु इदानीं भूतलं विषये केवलं विषयः नास्ति, विशेष्यम् अस्ति खलु. अस्माकम् उदाहरणे भूतलं घटवत् इति, अतः भूतलं केवलं विषयः नास्ति, विशेष्यम् अस्ति. अतः विषयता, केवलं विषयता इति वदामश्चेत् सम्यक् ज्ञानं न भवति. सः विषयः, एषः विषयः, विषयः विशेष्यम् अस्ति इति कृत्वा विषयतायाः नामकरणं विशेष्यता इति कृतम्. अतः भूतलनिष्ठविशेष्यताख्यविषयतानिरूपकं ज्ञानम् इति एतादृशव्यवहारः यः वर्तते तस्य नाम अस्ति तत्र न्यायभाषा. न्यायभाषया एतादृशः व्यवहारः भवति अथवा विवरणं भवति. न्यायशास्त्रे एषः घटः, एष एतद् भूतलम् अथवा भूतलं घटवत् इति यदि वदामः तत्र ज्ञानस्य विवरणम् एतैः वाक्यैः क्रियते इति. एतावत् समीचीनं वा भगिनि, भवती अवगतवती वा? अवगच्छामि महोदय. तत्र इदानीं यदि वदामः तत्र वानरः वृक्षे अस्ति, तत्र वानर इति तत्र विषयतायाः नाम वानरः वृक्षे अस्ति, तत्र विशेषणं किं, विशेष्यं किम्? वानरः वृक्षे, वानरः विशेषणं, वृक्षः विशेषम्. अतः तत्र वानरनिष्ठ, वानरनिष्ठ इति तद् वाक्यं वदतु. तत्र घटनिष्ठ यत् यथा अस्ति तत्र वानरनिष्ठ, वानरनिष्ठ वा विशेषणं, तत्र वानर इति विशेषणम् अस्ति, तत्र प्रकारता अस्ति, प्रकारता अस्ति खलु. वानरनिष्ठ प्रकारता ख्या विषयता निरूपकं ज्ञानम्, ज्ञानम् इति भवति. वृक्षस्य विवरणं कीदृशं भवति? वृक्षनिष्ठा विशेष्यताख्या विषयतानिरूपकं ज्ञानं इति. तावदेव समीचीनं भगिनि. अस्तु, उत्तमम् अस्ति. अस्तु, अग्रे तत्र नरसिंहमहोदय अग्रे पठितुम् इच्छति वा? पठामि महोदय, एकनिमिषम्. तत्र विषयता, विषयताः यथा, यथा अस्माकं विशेषज्ञानः, विषयता यथा ज्ञानेन निरूप्यन्ते तथा परस्परमपि निरूप्यन्ते. प्रकारता निरूपिता विशेष्यता इव विशेष्यता निरूपितप्रकारता इत्यपि सम्भवति. एवं संसर्गतायामपि, यथा च पूर्वोक्ते भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारता निरूपित भूतलनिष्ठविशेष्यतानिरूपकं ज्ञानं, भूतलनिष्ठविशेष्यतानिरूपितघटनिष्ठप्रकारतानिरूपकं ज्ञानम् इति वा वक्तव्यम्. अस्तु, अत्र यत् निरूपणं वयम् उपरि दृष्टवन्तः तत् विपरीतम् भवति. यथा विषयता यथा ज्ञानेन निरूप्यन्ते तथा परस्परमपि निरूप्यन्ते. विषयता, विषयता यः या त्रिविधा अस्ति, प्रकारता, संसर्गता, विशेषता, ते परस्परापि निरूप्यन्ते. यथा प्रकारता निरूपिता विशेष्यता इव. महोदय, एकमेकं वाक्यं स्वीकृत्य किञ्चित् वदतु महोदय. तत्र विषयता, विषयता यथा ज्ञानेन निरूप्यन्ते तथा परस्परम् अपि निरूप्यन्ते. विषयताः तत् किञ्चित् नाम घटः, एषः घटः इति वाक्यमस्ति, तत्र विषयता ज्ञा घटस्य उपरि वर्तते. यदि सा प्रभा पश्यामः, प्रभायाः विषयः घटः, प्रभां दृष्ट्वा वयं जानीमः ज्ञानं कीदृशम् इति खलु, यतोहि ज्ञानस्य विषयः घटः खलु. एषः घटः इति ज्ञानं, घटः इति चित्रम् अस्माकं भवति, तत्र घटः अस्ति, घटस्य उपरि प्रभा वर्तते, दीपस्य प्रभा, यथा पूर्वस्मिन् पुटे दत्तं खलु, तत्र प्रथमचित्रं पूर्वस्मिन् पुटे ज्ञानं, ज्ञानस्य प्रभा विषयता इति संज्ञा, सा प्रभा घटस्य उपरि वर्तते, घटः इति विषयः खलु, तत्र विषयता इति सम्बन्धः। यदि ज्ञानं भवति, ओ एतत् ज्ञानं कीदृशम्, अस्य ज्ञानस्य विषयः घटः, अतः ज्ञानं विषयं तत्र निरूपति, विषयस्य निरूपकम् अस्ति, विषयतायाः निरूपकम् अस्ति। अपि विपरीतदिशि अपि, तत्र यदि विषयता का इति जानीमः, ज्ञानं किम् अपि जानीमः खलु, तत्र विषयता का नाम विषयता कुत्र पतति इति यदि अस्माकं ज्ञानमस्ति चेत् वयं जानीमः ज्ञानं विषयघटस्य ज्ञानम् अस्ति। अतः तत्र ज्ञानस्य विवरणं वयं कृतवन्तः, तत्र घटनिष्ठविषयतानिरूपकं ज्ञानम् इति, तत्र ज्ञानं निरूपकम् इति उक्तवन्तः, तथैव विषयता अपि ज्ञानं निरूपयति खलु। विषयता इति यदि जानीमः, ज्ञानस्य सीमा का इति अपि ज्ञायते खलु अस्माभिः, नाम तत्र पटः इति विषयः नास्ति, भूतलम् इति विषयः नास्ति, अन्यत् किमपि विषयः नास्ति, केवलं घटः एव विषयः इति, तस्य ज्ञानस्य सीमा अस्माभिः अवगम्यते। अतः तत्र विषयता अपि ज्ञानस्य निरूपकः भवति इति प्रथमभागः। इदानीं तथा परस्परमपि निरूप्यन्ते, विषयताः परस्परमपि निरूप्यन्ते, नाम किम्, अत्र इदानीं द्वितीय नाम तत्र तिस्रः विषयताः सन्ति, संसर्गता प्रकारता विशेष्यता, ते अपि परस्परं निरूप्यन्ते। हा ते अपि, अतः तत्र एकस्य ज्ञानेन अन्यस्य ज्ञानमपि भवति, नाम परस्परं निरूपयन्ति। हा हा इदानीं वदतु महोदय तत्र, हा अग्रे, प्रकारतनिरूपिता विशेष्यता इव विशेष्यतानिरूपिता प्रकारता इत्यपि सम्भवति, नाम प्रकारता विशेष्यतां निरूपयति, विशेष्यता प्रकारतां निरूपयति, नाम प्रकारतायाः ज्ञानमस्ति चेत् विशेष्यतायाः अपि ज्ञानं भवति, नाम प्रकारता अस्ति, तत्र घटः अस्ति, घटः प्रकारः, तत्र घटः कुत्रापि वर्तते, यतोहि घटः इति विशेषणम् अस्ति, विशेषमपि भवेत् इति अस्माकं जिज्ञासा उदेति, तत्र निरूपकं तत्र भावः अत्र वर्तते। अतः एकस्य ज्ञानेन अन्यस्य अपि, तत्र एका प्रभा अन्याः निरूपका भवति। अग्रे महोदय, एवं संसर्गता सम्बन्ध सम्बन्धकः अस्ति, प्रकारता इत्युक्ते तत्र संसर्गता इति किम् इति प्रश्ने उदेति तत्र। हा अतः तत्र ज्ञानेन सम्बन्धिकभावः, प्रकारता अस्ति चेत् वयं ओ विशेषता अपि भवेत्, संसर्गता अपि भवेत् इति चिन्तनम् अस्माकम् अस्ति। अतः निरूप परस्पर निरूपकभावः वर्तते तयोः मध्ये। हा इदानीं तस्य विवरणं वयं कथं कुर्मः, इदानीं तत्र तथा च पूर्वोक्ते, तथा च पूर्वोक्ते भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारता निरूपित भूतलनिष्ठ विशेष्यतानिरूपकं ज्ञानं भूतलनिष्ठविशेष्यतानिरूपकलु, तत्र प्रकारता अपि विशेष्यता तयोः मध्ये निरूपक निरूप्यनिरूपकभावः वर्तते इति वयम् अवगच्छामः खलु। प्रकारता कुत्र अस्ति, प्रकारता घटे अस्ति, घटे अस्ति, विशेष्यता कुत्र अस्ति, भूतले अस्ति, भूतले अस्ति, अतः प्रकारता भवति घटनिष्ठप्रकारता, विशेष्यता भवति भूतलनिष्ठविशेष्यता, अपि एकम् अन्यं निरूपयति इति वयं कथं वदामः, घटनिष्ठ प्रकारता निरूपित भूतलनिष्ठविशेष्यता निरूपकं ज्ञानम् इति वक्तुं शक्नुमः। ज्ञानम् अस्माकम् अस्ति, तथैव तत्र द्वितीयं किमस्ति, भूतलनिष्ठविशेष्यता निरूपितघटनिष्ठप्रकारतानिरूपकं ज्ञानम् इति अपि वक्तुं शक्नुमः। हा, यतोहि तत्र प्रथमवाक्ये किम् अस्ति, प्रकारता विशेष्यतां निरूपयति, अथवा तत्र अपि द्वितीयवाक्ये तत्र विशेष्यता प्रकारतां निरूपयति इति अपि तत्र चिन्तनं, तत्र विपरीतदिशि अस्ति तावदेव, तत्र वाक्यद्वयोः मध्ये केवलं दिशि भिन्ना अस्ति तावदेव। अतः तत्र परस्पर निरूप्य निरूपकभावः वर्तते इति ज्ञानम् इति वयं जानीमः, तस्य ज्ञानस्य वर्णनमस्ति घटनिष्ठप्रकारता निरूपितभूतलनिष्ठविशेषता निरूपकं ज्ञानम्। अस्तु, समीचीनं महोदय, धन्यवादः। अस्तु, अग्रे सरामः। तत्र अतः ज्ञानं विषयं निरूपय विषयतां निरूपयति, विषयता अपि ज्ञानं निरूपयति, तथैव यत्र प्रभात्रयं वर्तते तत्र विषयता त्रयं वर्तते, तत्र परस्परनिरूप्य निरूपकभावः अपि वर्तते। इदानीं तत्र अग्रे सरामः तत्र। अस्तु, तत्र प्रेमलता भगिनी अग्रे पठितुम् इच्छति वा? हा महोदय, विषयतान् रूपः सम्बन्धः सत्यवेदश्च निरूपितः, ताश्च तिस्र अपि विषयिताः परस्परं समानाधिकरणाः। तत्र परस्परं भगिनी तत्र यदि विभज तत्र पृथक् पृथक् रूपेण वदति चेत् तत्र परस्परम् असमानाधिकरणाः, अकार असमानाधिकरणाः इति परस्परम् असमानाधिकरणाः। पूर्वपरिच्छेदे विषयतारूपसम्बन्धः, तत्र पूर्वं परिच्छेदं पूर्णं परिच्छेदं पठतु भगिनि, पूर्णतया पठतु। अर्थः न समानाधिकरणाः इत्यर्थः, तस्य समानाधिकरणम् इत्यस्य कस्यचित् अन्यस्य यत् अधिकरणं तत्र विद्यमान इत्यर्थः। समान अधिकरणं ययोः तैः समानाधिकरणौ तौ समानाधिकरणौ विषयतारूपसम्बन्धः तिस्रः इति पूर्वपरिच्छेदे तस्य विवरणं कृतमस्ति, निरूपणमपि कृतमस्ति। नाम तत्र तयोः तत्र तिस्रः विषयताः सन्ति, ताः सम्बन्धाः सन्ति खलु, तत्र विषयता एव सम्बन्धः, ज्ञानं पदार्थः तयोः विषयः तयोः मध्ये विषयता इति सम्बन्धः कल्पितः अस्माभिः सम्बन्धानां, तत्र विषयता इति सम्बन्धः अनेकाः विषयताः सन्ति, अतः तासां प्रभेदाः नाम प्रकारता इति विषयता अस्ति, सर्गता इति विषयता, प्रभेदाः अपि अस्माभिः निरूपिताः उक्तवन्तः खलु। इदानीम् अग्रे ताश्च तिस्रः अपि, इदानीं तत् वाक्यं पठतु, ताश्च तिस्रः अपि विषयताः परस्परम् असमानाधिकरणाः। इदानीं तत्र तिस्रः विषयताः सन्ति, प्रकारता संसर्गता विशेषता, इदानीं लेखकः वदति ताः तिस्रः विषयताः परस्परम् असमानाधिकरणाः विषयताः इति वदति। असमानाधिकरणाः नाम किं? समानाधिकरणाः न इति नाम तस्य न सन्ति इति समानाधिकरणाः इत्युक्ते किम्? अधिकरणम् इत्युक्ते तस्य समानाधिकरणम् इत्यस्य कस्यचित् अन्यस्य समानाधिकरणम् अस्य कस्यचित् अन्यस्य यत् अधिकरणं तत्र विद्यमानम् इत्यर्थः इति अर्थः नाम तत्र यदि तत्र एकः विषयः अधिकरणे एकः पदार्थः अधिकरणे अस्ति अधिकरणं भवति किन्तु अधिकरणं भवति अन्यपदार्थः अपि तस्मिन् अधिकरणे यदि पदार्थद्वयं भवति द्वयं भवति तत्र समानाधिकरणम् इति वदामः तत्र अग्रिमे पुटे तत्र चित्रमस्ति पश्यतु भगिनि तत्र तत्र अधिकरणं किम् अस्ति घटः घटः अस्ति तत्र घटत्वम् अस्ति प्रतियोगिता अपि अस्ति तत्र घटत्वम् इति अस्ति तस्य अधिकरणं किम् अस्ति घटत्वस्य अधिकरणं घटः एव घटः प्रतियोगितायाः अधिकरणं किम् अस्ति तदपि घटः प्रतियोगिता घटः एव अतः घटत्वं घटत्वं प्रतियोगिता द्वौ पदार्थौ स्तः तौ पदार्थौ समानाधिकरणौ यतोहि तयोः अधिकरणं समानम् एकमेव अस्ति समानाधिकरणौ नाम समान अधिकरणम् एकस्य अधिकरणं यदस्ति तदेव अन्यस्य अपि अधिकरणं भवति भवति तत्र तथा एव वयं समानाधिकरणम् इति वदामः अत्र किन्तु अत्र का वार्ता विषयतायाः सन्दर्भे परस्परम् असमानाधिकरणाः नाम तत्र विषयताः तिस्रः विषयताः सन्ति तासाम् अधिकरणाः अधिकरणं भिन्नं परस्परं भिन्नपरस्परं भिन्नः समानाधिकरणाः विषयताः न सन्ति इति सः वदति तत् कथम् इति अग्रे पश्यामः अस्तु समीचीनं भगिनि अस्तु एतावत् कोऽपि प्रश्नः तत्र समानाधिकरणं समान अधिकरणम् इति वयं पूर्वमपि दृष्टवन्तः किन्तु अत्र लेखकः वदति तत्र अत्र अस्मिन् सन्दर्भे विषयतायाः सन्दर्भे समानाधिकरणं नास्ति विषयतायाः अधिकरणम् अथवा अधिकरणानि भिन्नानि सन्ति परस्परं भिन्नानि सन्ति इति लेखकः वदति कथम् इति पश्यामः अस्तु धन्यवादः भगिनि अस्तु अग्रे जयलक्ष्मी भगिनी पठितुम् इच्छति वा धन्यवादः महोदय धन्यवादः भगिनि आं महोदय पठामि अत्र घटत्वसमानाधिकरण प्रतियोगिता प्रतियोगितासमानाधिकरणं घटत्वं प्रकृते तु प्रकारादयः तिस्रः विषयताः न परस्परं समानात् क्षम्यता प्रकारता आदयः हा प्रकृते तु प्रकारतादयः तिस्रः विषयताः न परस्परं समानाधिकरणाः घटे प्रकारता संयोगे संसर्गता भूतले विशेष्यता च वर्तते अतः न अत्र द्वयोः एकम् अधिकरणं परन्तु विषयिता इति यः सम्बन्धः ज्ञाने विषयस्य तस्य च ये अवान्तरभेदाः निरूपणसौकर्याय स्वीक्रियन्ते तेषु न परस्परम् असमानाधिकरण्यं किन्तु सर्वाः अपि विषयिताः ज्ञाने एव भवन्ति अत्र समानाधिकरणं घटत्वसमानाधिकरणप्रतियोगिता इति अस्ति प्रतियोगितासमानाधिकरणं घटत्वम् इति अस्ति प्रतियोगिता तत्र घटत्वसमानाधिकरण इति स्त्रीलिङ्गे अस्ति यतोहि विशेषणम् अस्ति प्रतियोगिता कीदृशी तत्र प्रतियोगितायाः अधिकरणं घटत्वस्य अधिकरणम् अस्ति अतः घटत्वसमानाधिकरण प्रतियोगिता इति विशेषणं तथैव द्वितीयवाक्ये अपि खलु सत्यं घटत्वं कीदृशघटत्वम् इति चेत् प्रतियोगितासमानाधिकरणं खटत्वम् इति अस्ति अतः नपुंसकलिङ्गे दत्तमस्ति. प्रकृते तु प्रकारतादयः तिस्रः विषयताः न परस्परं समानाधिकरणाः. विषयताः इदानीं तिस्रः विभागाः. प्रकृते नाम अस्माकं मूलविषये, नाम यत् वयं पठन्तः स्मः तत्र प्रखरता इति तिस्रः विषयताः सन्ति, तत्र समानाधिकरणं नास्ति. समानाधिकरणं नास्ति कथम् इति अग्रिमवाक्यं वदतु. खटे वर्तते प्रकारता इति, संयोगे संसर्गता वर्तते, अपि च भूतले विशेष्यता वर्तते. अतः अत्र अधिकरणं भिन्नस्थले वर्तते इति कारणात् तेषां परस्पर समानाधिकरणं नास्ति. नास्ति प्रकारतायाः अधिकरणं घटः खटे वर्तते. संसर्गतायाः अधिकरणं संयोगः, विशेष्यतायाः अधिकरणं भूतलम्. अतः भूतलं भिन्नमस्ति, संयोगः भिन्नमस्ति, घटः भिन्नः अस्ति, अतः एकमेव अधिकरणम् इति न वक्तुं शक्नुमः. वक्तुं शक्नुमः नास्ति, तादृशी स्थितिः नास्ति. अतः तत्र समानाधिकरणं नास्ति. अतः तत्र विषयता विषयाः अथवा विषयताः याः सन्दर्भे समानाधिकरणं नास्ति. किन्तु अग्रे परन्तु विषयिता इति यः सम्बन्धः ज्ञाने विषयस्य, तस्य च ये अवान्तरभेदाः निरूपणसौकर्याय स्वीक्रियन्ते तेषु न परस्परम् असमानाधिकरण्यम्. अत्र ज्ञानमिति विषयी अस्ति. समीचीनं. तत्र विषयिता अस्ति. विषयिता इति यः सम्बन्धः ज्ञाने वर्तते विषयस्य विषयेण सह. इदानीं तत्र घटः इति अस्ति चेत् तत्र विषयतासम्बन्धः तत्र घटे वर्तते. विषयता इति तत्र विषयता इति भवति, ज्ञाने विषयता इति भवति. किन्तु इदानीं यदि तत्र घटवत् भूतलमिति उदाहरणं स्वीकुर्मः तत्र विषयता त्रयमस्ति खलु, तत्र प्रकारता, संसर्गता, विशेषता इति विषयता त्रयमस्ति खलु तत्र. तत्र एकस्य अतः तत्र प्रकारता इति विषयता, तस्य अपि विषयिता भवति खलु ज्ञाने. अतः तत्र तिस्रः विषयताः सन्ति चेत् तिस्रः विषयिताः अपि भवन्ति खलु. किन्तु इदानीं तत्र तिस्रः विषयिताः सन्ति. एका विषयिता विषयिता अस्ति, प्रकारता इति विषयता या अस्ति तस्य विषयिता, अपि द्वितीया विषयिता, तृतीया विषयिता अस्ति खलु. अतः विषयिता तिस्राः विषयिताः सन्ति. किन्तु तत्र अवान्तरभेदाः नाम निरूपणसौकर्याय यदि स्वीक्रियन्ते, नाम यथा वयं तत्र भेदं भेदः यदि कल्पितुम् इच्छामः, यथा वयं नामकरणं कृतवन्तः खलु, संसर्गता, प्रकारता, विशेष्यता इति नामकरणं कृत्वा भेदं प्रदर्शितवन्तः. तथैव यदि यद्यपि वयं नामकरणं कुर्मः, भिन्नभिन्ननामानि दास्यामः, किन्तु तत्र विषयताः तिस्रः सन्ति. किन्तु विषयताः तिस्रः याः सन्ति तासाम् अधिकरणं तु एकमेव अस्ति. अधिकरणं किम् अस्ति? अधिकरणं ज्ञानम् इति अस्ति. ज्ञानमेव भवति अत्र. घटवत् भूतलमिति विषयता विषयता इति यदि वार्ता अस्ति तत्र अधिकरणं भिन्नं भिन्नम् अस्ति. घटं घटः अधिकरणं भवति, संयोगः अधिकरणं भवति, भूतलम् अधिकरणं भवति. किन्तु विषयिता इति यदि वार्ता अस्ति तत्र सर्वत्र ज्ञानमेव अधिकरणम्. अतः तत्र विषयिता इति सन्दर्भे सामानाधिकरणं भवति, सामानाधिकरणं भवति. विषयता इति यदि वदामः तत्र परस्परम् असमानाधिकरणाः भवन्ति विषयताः. समीचीनं वा भगिनी? हा समीचीनं महोदय. विषयता सन्दर्भे परस्परम् असमानाधिकरणाः, विषयिता सन्दर्भे एकमेव अधिकरणम्. अस्तु, पुनः तत्र तस्य उदाहरणं दत्तम् अस्ति, अग्रे सरामः. एतावत् कोऽपि प्रश्नः? अस्तु तर्हि धन्यवादः भगिनी. अस्तु अग्रे तत्र सुधा भगिनी अग्रे पठितुम् इच्छति वा? अस्तु. अत्र अत्रैतत् उदाहरणम् उदाहरामः. करदीपं प्रज्वलय्य तस्य पुरतः अङ्गुष्ठवर्जनम् अङ्गुलीचतुष्टयं प्रसारयामश्चेत् तिस्रः अच्चयः निर्गच्छन्ति. अत्र उदाहरणं दत्तम् अस्ति. अत्र एतत् उदाहरामः, उदाहरणं दास्यामः, दद्मः. किमस्ति? करदीपं प्रज्वलय्य तस्य पुरतः अङ्गुष्ठवर्जनम्. अङ्गुष्ठवर्जनं, तत्र प्रज्वलय्य इति अस्ति, तत्र क्रियापदं किमस्ति? ज्वलति, ज्वलय्य, प्रज्वलय्य. यकारस्य द्वित्वम् अस्ति, अतः तत्र नीच् अस्ति, प्रज्वालय. हा नाम तत्र अन्य कोऽपि करदीपं ज्वालयति, प्रेरयति, तत् खलु? प्रज्वालय, अतः तत्र प्रज्वल्य, प्रज्वलय्य. हा तत्र तस्य पुरतः, करदीपस्य पुरतः अङ्गुष्ठवर्जम्. वर्जं नाम, वर्जं नाम विहाय, विहाय तद् त्यक्त्वा अङ्गुष्ठं यदि तत्र अङ्गुली पञ्च, तत्र कति अङ्गुल्यः सन्ति? पञ्च खलु? किन्तु यदि तत्र अङ्गुष्ठं वर्जं कुर्मः, तत्र अङ्गुष्ठं मास्तु इति चिन्तनं भवति, तत्र कति अङ्गुल्यः सन्ति? चतुष्टयः. तत्र अङ्गुली इति अङ्गुली चतुष्टयं भवति. तत्र चतुष्टयस्य प्रसार यदि प्रसारयामः नाम स्प्रेड् कुर्मः, मध्ये मध्ये किं भवति? अतः तत्र अङ्गुष्ठं मास्तु, केवलम् अङ्गुलीचतुष्टयं स्वीकरोतु, मध्ये किं भवति? तथैव तत्र यच्छित्रूपेण दत्तमस्ति. तत्र कृष्णवर्णे यदस्ति तत्र अङ्गुली अस्तु इति चिन्तयतु, अङ्गुलीचतुष्टयमस्ति, मध्ये मध्ये तत्र अर्चयः नाम प्रकाशः, अर्चि अर्चयः, तिस्रः अर्चयः निर्गच्छन्ति. तत्र तिस्रः किमर्थं? यतोहि वयं एकः प्रभा घटस्य उपरि पतति, अन्यः अन्य प्रभा संयोगस्य भूतलस्य उपरि पतति, तावदेव. अस्तु समीचीनम्. तत्र अना भगिनी अग्रे पठितुम् इच्छति वा? आं पठामि. तसु तासु उपरितना अर्चिः घत आपतति इति सा प्रकारता, मध्यमा संयोगगता संसर्गता, निम्ना भूतलगता विशेष्यता इति भवेत्. एवञ्च प्रकारता अदिनाम् असमानाधिकारण्यं समर्थितं भवति. तसु तसु अर्चिषु तसु अर्चिषु नदीषु, तत्र अर्चिषु, तत्र स्त्रीलिङ्गे अस्ति, मतिः, मतिः शब्दवत् प्रायशः अस्ति, अर्चिषु इति वक्तुं शक्नुमः. तासु अर्चि अथवा तासाम् अर्चिनाम् उपरितनार्चिः यत् अस्ति तत् तत् अर्चिः घते पतति, अपतति. सा प्रकरता नवकरणं, सा प्रकरता समीचीनं. मध्याम अर्चिः या पतति सा अर्चिः संसर्गता संयोगगता इत्युक्ते तत्र घता भूतलयोः संयोगः अस्ति अर्चिः तत् संयोग उपरि पतति सा अर्चिः संसर्गता तत्र संयोगगता नाम तावत्पर्यन्तं गच्छति संयोगम् उद्दिश्य गच्छति सा प्रभा अतः संयोगगता तावत्पर्यन्तं गच्छति अतः तत्र पतति इति अर्थे एव तत्र किन्तु प्रयोगः भिन्ना गत इति उपयुज्य संयोगगता नाम संयोगस्य उपरि पतति समीचीनं हा अपि निम्ना भूतलगता विशेष्यता इति भवेत् निम्ना अर्थिः भूतलपर्यन्तं गच्छति सा अर्चिः विशेष्यता इति नामकरणं तत्र चित्रस्य वर्णनम् अतः तत्र तत्र अर्चि त्रयम् अस्ति अतः तत्र प्रथमा इति वयं प्रकारता इति चिन्तनं कर्तुं शक्नुमः द्वितीया तत्र संसर्गता इति चिन्तनं भवेत् तृतीया नाम्ना निम्ना निम्ना अधोभागे या प्रकार या अर्चिः अस्ति सा विशेषता इति चिन्तयितुं शक्नुमः अतः अतः चित्ररूपेण दर्शितमस्ति तेन चित्रेण किं भवति वयम् अवगच्छामः तत्र प्रकारतादीनां समानाधिकरण्यं तत्र प्रकारतादीनाम् असमानाधिकरण्यं समर्थितं भवति नाम तस्य असमानाधिकरणम् अस्ति तासाम् इति समर्थितं नाम तस्य साधनं तत् निरूपितं शक्नुमः यतोहि प्रथमा प्रभा घटस्य उपरि पतति द्वितीया प्रभा संयोगस्य उपरि एव पतति तृतीया प्रभा भूतलं भूतलस्य उपरि एव अस्ति अतः चित्ररूपेण पुनः असमानाधिकरणम् अस्ति इति प्रदर्शयति समीचीनं खलु भगिनि अतः तत्र समर्थितं भवति किं समर्थितं भवति असमानाधिकरण्यं निरूपितम् अथवा प्रदर्शितं साधितं भवति चित्ररूपेण अस्तु समीचीनम् इदानीम् अग्रे सर्वं धन्यवादः भगिनि अग्रे तत्र शोभा भगिनी अग्रे पठितुम् इच्छति वा आं महोदय पठामि परन्तु तेषां भूतलादीनां त्रयाणां ये प्रतिबिम्बाः करदीपान्तर्गतकाचे दृश्यन्ते ते तु एकत्र एव भवन्ति यथा हि घटप्रतिबिम्बः काचे भवति तथा संयोगप्रतिबिम्बः तत्र एवं भूतलप्रतिबिम्ब अपि भूतलप्रतिबिम्बः अपि एषः प्रतिबिम्बः एव ज्ञाननिष्ठः विषयसम्बन्धः विषयिता इत्युच्यते अत्रापि विषयित्वम् इति सामान्या संज्ञा प्रकारिता संसर्गिता विशेषिता इति च विशेषरूपाः एते प्रतिबिम्बाः न प्रकारत्वादिवत् परस्परम् असमानाधिकरणाः किन्तु ज्ञाने एकनिष्ठाः ज्ञानैकनिष्ठाः आम् महोदय तत्र परन्तु तेषां भूतलादीनां त्रयाणां ये प्रतिबिम्बाः करदीपान्तर्गतकाचे इत्युक्ते तत्र अन्तर्गतकाचे तत्र किं लेखकः किं वक्तुमिच्छति नाम तत्र पूर्वं वयं दृष्टवन्तः खलु भगिनि तत्र दीपः इति ज्ञानस्य ज्ञानम् इव अस्ति विषयस्य घटः इति विषयः अस्ति चेत् तस्य उपरि पतति अतः एकः प्रभा ज्ञानात् गच्छति घटपर्यन्तं गच्छति प्रभा खलु घटपर्यन्तं आम् आम् महोदय अन्यत् संयोगपर्यन्तं प्रभा एव वयं विषयता इति सम्बन्धः स्वीकृतवन्तः खलु. इदानीं सा एव प्रभा इदानीं विपरीतदिशि चिन्तयतु. तत्र प्रभा घटात् आरभ्य ज्ञानं पर्यन्तं गच्छति चेत् विपरीतदिशि, तत्र सम्बन्धः किं भवति? विषयिता सम्बन्धः भवति. आम् महोदय, अस्तु. विपरीतदिशि पूर्वं विषयता सम्बन्धः आसीत्, इदानीं विषयिता इति विषयस्य इति तस्य उपरि किञ्चित् वक्तुमिच्छति. विषयिता किं भवति? सः एव सम्बन्धः विपरीतदिशि अस्ति, नाम घटः विषयिता सम्बन्धेन ज्ञाने वर्तते. वर्तते ज्ञानम् इति विषयी अस्ति इति कृत्वा ज्ञानम् इति विषयिता सम्बन्धः भवति तत्र इति. अतः तत्र तस्य वर्णनं चित्ररूपेण कर्तुम् इच्छति, अतः प्रतिबिम्बः इति इति वदति. प्रतिबिम्बः नाम विषयतायाः प्रतिबिम्बः विषयिता, रिफ्लेक्षन् इति तावदेव. रिफ्लेक्षन् इति तत्र किं भवति? विपरीतदिशि गच्छति खलु. आम् महोदय, यः प्रतिबिम्बः विपरीतदिशि गच्छति इति कृत्वा सौकर्याय तत्र प्रतिबिम्बः इति वदति, विपरीतदिशि इति वक्तुम्. अतः तत्र किं भवति? तत्र तेषां भूतलादीनां त्रयाणां ये प्रतिबिम्बाः करदीपान्तर अन्तर्गतकाचे दृश्यन्ते ते तु एकत्र एव भवन्ति. इत्युक्ते तत्र ज्ञाने एव ते भवन्ति इति. विषयताः अनेकाः सन्ति किन्तु विषयिता एकम् एव. न भगिनि, विषयिताः अपि भिन्नाः, किन्तु तत्र विषयिताः सन्ति किन्तु तेषाम् अधिकरणं ज्ञानम् एकमेव. अधिकरणं ज्ञानमेव एकमेव. तत्र सः केवलं वक्तुम् इच्छति घटः इति विषयः, ज्ञानम् इति ज्ञानम् अस्ति, घटः इति विषयः. प्रभा एतावत् ज्ञानात् आरभ्य घटपर्यन्तम् अगच्छत्, इदानीं घटस्य प्रतिबिम्बः नाम घटनिरूपित घटः इति विषयः यस्य ज्ञानस्य अस्ति तद् ज्ञानम्. तत्र घटः प्रतिबिम्बः, घटस्य प्रतिबिम्बः ज्ञानम्. पुनः भूतलम् इति तस्य प्रतिबिम्बः, पुनः द्वितीयविधं ज्ञानं, तृतीयविधं ज्ञानमस्ति. तत्र संयोगे संयोगः अपि विषयः तत्र, अतः संयोगस्य प्रतिबिम्बः अपि तृतीयज्ञानम्. आम् आम्. अतः तत्र ज्ञानत्रयम् अथवा एकमेव ज्ञानम् इति चिन्तनं भवेत्, किन्तु प्रतिबिम्बाः एकत्र एव सन्ति, अतः एकमेव ज्ञानम् अस्ति. तस्मिन् ज्ञाने तिस्रः विषयिताः सन्ति. विषयिताः अपि तिस्रः सन्ति, विषयतायाः तत्र विषयताः याः सन्ति तासाम् अधिकरणं भिन्नम् अस्ति, परस्परं भिन्नम् इति पूर्वं प्रदर्शितं, किन्तु विषयिताः याः विषयिताः या सन्ति तासाम् अधिकरणं ज्ञानम् एकम् एव. आम् महोदय, यथा तत्र पूर्वं ज्ञाने अपि च घटस्य उदाहरणे विषयितासम्बन्धः तत्र ज्ञाने विषयिता अपि संसर्गता अपि विशेष्यता इत्यनेन अभवत्. तत्र नामकरणं कृतवन्तः, तथैव यतोहि तत्र तिस्रः विषयताः सन्ति, तथैव अत्रापि इदानीं तत्र नामकरणं भवति प्रकारिता. प्रकारता अपि च प्रकारिता, प्रकारता इति विषयता, विषयता इति तस्याः नामकरणं प्रकारिता. संसर्गता तया निरूपितं विषयिता अस्ति संसर्गिता. विशेष्यता इति विषयता अस्ति, तया निरूपितं विषयिता या अस्ति सा अस्ति विशेष्यिता. तत्र ईकारस्य भजनं मध्ये विषयता विषयिता तथैव प्रकारता प्रकारिता संसर्गता संसर्गिता विशेषता विशेषिता इति अस्ति, किन्तु तासाम् अधिकरणम् एकमेव ज्ञानं, सर्वदा ज्ञानैक निष्ठाः एताः विषयिताः इति तावत्पर्यन्तं वयम् अद्य आगतवन्तः. समीचीनं वा भगिनि? आं महोदय, समीचीनम्. अस्तु, अतः तत्र पुनः एतत् परिचयं पुनः अग्रिमे सप्ताहे पठामः अतः आरभ्य. अस्तु, तर्हि एतावत् प्रश्नाः सन्ति वा? एकं प्रश्नमस्ति महोदय. हा, वदतु भगिनि. इदं सर्वं विवरणं संयोगस्य कृते अस्ति, तथैव अन्ये सम्बन्धानां कृते अपि अस्ति वा? केवलम् अत्र संयोगः इति सम्बन्धः स्वीकृतः, किन्तु तत्र यदि वयं वदामः इति रूपं तत्र नीलरूपं तत्र पुस्तके अस्ति, तत्रापि समवायसम्बन्धः तत्रापि एषः एव विवरणं भवति, एतदेव निरूपणं भवति. धन्यवादः. अत्र संयोगः इति तस्य किमपि विशिष्टं नास्ति, साधारणरूपेण स्वीकृतमस्ति, यः कोऽपि सम्बन्धः भवितुम् अर्हति तत्र. सम्बन्धे या विशेषता अस्ति तस्याः नामकरणं सर्वदा तत्र संसर्गता इति एव. अस्तु, तर्हि अन्य कोऽपि प्रश्नः नास्ति चेत् तर्हि विरमामः. धन्यवादः, नमस्कारः, अग्रिमवर्गे मिलामः. नमस्कारः.